नमस्ते. तर्हि अद्यतनकरपत्रम् अस्ति हल् धातुपाठे हल् सन्धिः इति अन्तिमभागः अस्ति. अभ्यासं कुर्मः. एकनिमिषम्. अत्र गतसप्ताहे अस्माभिः अस्माकं प्रश्नः आसीत् एकाचो वशो गच्छति सूत्रस्य. महोदय किञ्चित् परिवर्तनम् अत्र योजितवान्. तत् पुनः पठामः वा? पठित्वा अनन्तरं चर्चयन्त. विजय भगिनी पठतु. एकनिमिषः. कुत्र भगिनि? भष्भावः. बष्पावः. एकनिमिषः. अन्ये परिवर्तनानि अस्माभिः दृष्टानि. तत् एतत् परिवर्तनं गतसप्ताहे एव दृष्टानि. अस्तु. एकाचो वशो भश्चषन्तस्य स्तोः धातोरवयवः अवयवो यो जषन्त एकाच् तस्य वशः भषादेशो भवति सकारादिप्रत्यये परे द्वशब्दे परे पदान्ते च. अनुवृत्तिसहितसूत्रे एकाचः चषन्तस्य इत्यनयोरेव विशेषणविशेष्यभावः धातोः तादृशांशः इति तात्पर्यम्. अनेन धातोः एकाच् वा तदधिकाः वा अर्हाः. अनन्तरम् अनुवृत्तिसहितसूत्रं धातोः एकाचः चषन्तस्य भषः भष् स्तोः पदस्य अन्ते च. अत्र बष्पावः इत्यस्मिन् सूत्रे एकाचो बशो भष् जषन्तस्य स्तोः इति अस्ति. अत्र निमित्तमस्ति यदि सकारादिप्रत्ययः परः अस्ति अथवा द्वौ शब्दः इत्युक्ते तत्रापि प्रत्ययः एव अस्ति चेत् अथवा पदान्ते. अत्र धातोः अवयवः अवयवस्य अन्ते जषन्त अवयवः इत्युक्ते जष् वर्णः साक्षात् सकारादिप्रत्ययः द्वौ शब्दे पूर्वं भवति. जष् कीदृश जष् इत्युक्ते एकाचः अपि च एकाचः जषः इति अस्ति चेत् तत्र तु धातोः अवयवः बषादिः इति तात्पर्यम्. तत्र भष्स्थाने भषादेशः भवति इति अस्ति. अनुवृत्तिसहितसूत्रं तदेव धातोः एकाचः जषन्तस्य भषः भष् स्तोः पदस्य अन्ते च इति अस्ति. अत्र एकाचः इति धातोः इत्यस्य विशेषणं नास्ति, परन्तु जषन्तस्य इत्यस्य विशेषणम् इति कृत्वा तत्र एकाचः साक्षात् जषन्तस्य पूर्वं भवति इति अहं चिन्तयामि. अपि च धातोः अवयवः यत्र भषादिः अस्ति तत्र भष्स्थाने भषादेशः भवति. आं भगिनि. 3-4 भागः इति मध्ये अस्ति. तत्र एकाच् एव भवतु, अनेके अच् वर्णः न भवेत् इति तत्र इति महोदयेन उक्तम्. शुकवनं महोदय प्रथमं पङ्क्तिमपि पठति वा महोदय परिचयः इति. आम्, तत्पूर्वं भगिनि, इत्युक्ते यत् विद्या भगिन्या पठितं तत्र फलितार्थः एवं 3-4 इति स्थले 4 धातोः अन्ते भवेत् तत्पूर्वं स्वरः भवेत् तत्पूर्वं 3 भवेत् इत्येव किल? सत्यं महोदय. तावदेव द्रष्टव्यं. तत्पूर्वं यत्किमपि भवतु इत्युक्ते अन्तिमस्थाने 4 भवेत् तत्पूर्वम् अच् भवेत् तत्पूर्वं 3 भवेत् इत्युक्ते एकाचो बशो बश् जषन्तस्य स्वदो द्वोः इति सूत्रस्य प्रसक्तिः अस्ति इति. इत्युक्ते यङ्ग् लुक् प्रतिध्वनि इत्युक्ते यङ्ग् लुक् धातुः नूतनधातुः यदा वयं निर्मीयते त तदा सर्वत्र एकाच् नास्ति, ततोपि अधिकमेव अस्ति. तत्र सर्वत्र एकाचो बशो बश् जषन्तस्य स्पधोः इति सूत्रस्य प्रसक्तिः अपि प्राप्तिः च अस्ति इति अस्माभिः मन्तव्यं किल. सत्यं महोदय. यङ्ग्लुक् यङ्ग्लुक् अनेक अनेक धातु भवति साधारणतया, किन्तु जषन्तः अस्ति चेत् अनन्तरं तस्मात् पूर्वम् एकः स्वरः, अनन्तरं तस्मात् पूर्वमपि एकः तृतीयवर्गस्य वर्णः अस्ति चेत् सूत्रस्य प्रसक्तिः. इदानीं पठामि भगिनि. परिचयः धातोः आदौ बष् बगड द, अपि च अन्ते झष् झ घ ढ ढ. तस्य धातोः नाम एकाच् बशादि झषन्तधातुः, यथा बन्ध् धातुः, बद्ध् धातुः च. यदि उपर्युक्त हकारान्तधातुसम्बद्धसूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः, दृष्टान्तः दुः दुघ् इति रूपं प्राप्नोति चेत्, तर्हि सोऽपि तादृशधातुः एकाच् भषादि झषन्तधातोः आदौ स्थितस्य भषः स्थाने भषादेशो भवति. भ घ ढ ध सकारादिप्रत्यये परे, ध्वशब्दे परे, पदान्ते च. अतः वदामः यत् 3-4-4-4 इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः, अन्ते च वर्गस्य चतुर्थसदस्यः, तत्र आदौ स्थितस्य तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति. आहत्य 3-4 भवति 4-4 इति विकारः. ध्येयं यत् अयं बश्वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति. ध्येयं यत् अयं बश्वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति. अनेन धातुः अनेकाच् चेदपि तस्य धातोः एकाच् भषादि झषन्तधात्वंशः अस्ति चेत् अत्रापि 3-4-4-4 इति विकारो भवति इति एवम् इदानीमेव अस्माभिः चर्चितं किल. तदेव अंशमेव द्रष्टव्यं, न पूर्णधातुः इति. यथा महोदयेन उक्तम् एकाच् इति तु झषन् झष् इत्यस्य एकाच् इति झषन्तस्य इत्यस्य एव विशेषणम्. आम्. अपि च द्वितीय पङ्क्तो महोदयेन दत्तमस्ति दुः इति हकारस्य स्थाने घकारः आगच्छति चेत् तत्रापि एतत् सूत्रस्य प्रसक्तिः अस्ति इति. तत् यदि वयं दुः इत्यस्य स्थाने दुघ् इति प्राप्नोति चेत् तत्रापि धातुसंज्ञा भवति वा? तदेव महोदय, धातु अङ्गस्य इति एव अस्ति, पूर्णधातोः इति नास्ति. अत्र निपदशः धातोः अवयवस्य इति अर्थं स्वीकरणीयम् इति महोदय उक्तम्. आं भगिनि, धातोः अवयवः स्वीकार्यम् इति, किन्तु तत्र धातुः एव परिवर्तनम् अभवत् किल दुः इति. सत्यं, किन्तु महोदयेन गत सत्यं, किन्तु अस्माभिः पूर्वं दृष्टमासीत् खलु मध्ये धातुः अस्ति इति. एकनिमिषं, तत्र किम् आसीत्, एकवार्तिकं किमपि आसीत् खलु? आं भगिनि, उदाहरणार्थं यदा वयं यङ्ग् लुक् धातुः निर्माणं करोति चेत् तत्र मूर्च् इति उदाहरणार्थं वयं स्वीकुर्मश्चेत् तत्र मूर्च् इति अंशः तिष्ठति, किन्तु पूर्वं यदासीत् तदेव तिष्ठति. अत्र तु दुः इत्येव धातुः, तत् परिवर्तनं भूत्वा दुघ् इति अभवत्. तत्रापि धातुसंज्ञा तिष्ठति वा? कार्यमेव परिवर्तनम् अभवत् खलु, वर्णनिमित्तिकस्य किमपि तेन संज्ञा न लुप्यते वा? संज्ञा तथापि न. आं महोदय, संज्ञा न लुप्यते. अस्तु भगिनि, इत्युक्ते अत्र एतस्मिन् परिच्छेदे अंशद्वयमस्ति. एकस्तु पूर्णधातुः वयं न द्रष्टव्यं, केवलम् अन्तिम अंशः एव द्रष्टव्यम्. अन्तिम अंशे अन्तिमे चतुर्थसदस्यः अस्ति चेत्, तत्पूर्वम् अच् अस्ति चेत्, तत्पूर्वं तृतीय सर्व तृतीयं नास्ति, केवलं ब ग ड इति, तत्र ज नास्ति इति द्रष्टव्यं। यदि अस्ति चेत् एकाच बशव बश् जशवन्तस्य धोः इति सूत्रस्य प्रसक्तिः अस्ति। अपि च अन्य किमपि सूत्रेण परिवर्तनं वर्णपरिवर्तनं भवति चेदपि एतस्य सूत्रस्य प्रसक्तिः अस्ति इति। आं महोदय, वार्तिकं स्मरति वा? किं वार्तिकम् आसीत्? धातुः अन्तर्गतः इति कृत्वा धातुसंज्ञा अन्तर्गतं भवति इति महोदयेन निर्दिष्टमासीत्। आम् आम् आम् पश्यामि। अन्तर्विहितभागः इति लिखितवान् किल? कुत्र अस्ति भगिनि? अनन्तरमस्ति, पुनः वदतु भगिनि। यत्र सिपि धातोरूर्वा इति अस्ति तत्र अन्तर्निहितभागस्य धातुसंज्ञा। दश्च इति सूत्रात् जस्ट् पूर्वं तस्मात् पूर्वं स्थितिदातुरूर्वा इति अस्ति, तत्र संज्ञा इत्यस्मिन् विषये अस्ति। अन्ते सिपिदातुरूर्वा इति सूत्रे अन्ते तत्र प्रश्नः उदेति, यदि सिप् यदा आगतः तदा कथं धातुसंज्ञा स्यात्, तत्र धातुसंज्ञा इति अन्तर्निहितभागः इति अस्ति। वार्तिकं नास्ति तत्र। तथा एव महोदय, वर्णनिमित्तं कार्यं किमपि अभवत् चेत् तेन परिवर्तते। अस्तु भगिनि, तर्हि अग्रिम अस्माकं प्रश्नः आसीत्, अधुना प्रातःकाले यथा अस्माभिः चर्चितं, अत्र महोदय उदाहरणद्वयं दत्तवान् शिवन् महोदय। एकः आसीत् एकमासीत् प्रापच्छति धातुः, अन्यत् आसीत् किमासीत् लालाञ्च् इति दातुः। तर्हि किमर्थं प्राप्रच्छित्यस्य किमर्थं संयोगान्तस्य लोपः इति कार्यं कृतं, कार्यं किमर्थं न भवति? किमर्थम् इत्युक्ते लालञ्च् इति सोपाने पश्यामः संयोगान्तस्य लोपः इति कृत्वा नकारः तिष्ठति, तत्र तु ञ इति अनुमागमः आसीत्। तर्हि नुमागमस्य अनन्तरं नशापदान्तस्य जलि अनुस्वरस्य ई परसवर्णः इति कार्यद्वयमपि न सम्भवति, किमर्थमित्युक्ते संयोगान्तस्य लोपः तद् कार्यं न पश्यति। तर्हि संयोगान्तस्य लोपः कृत्वा पुनः न इति एव तिष्ठति, तर्हि अलालान् इति रूपं भवति अस्माकं। प्राप्रचित्यस्मिन् किमर्थं संयोगान्तस्य लोपः न कार्यं करोति इति महोदय पृष्टः, तर्हि तस्य उत्तरं महोदय दत्तवान्, सुगमनक्षम्यतां स्वरूप महोदय, सर्वदा चकारसङ्घटितौ एव भवति खलु, तत् अस्माभिः भिन्नं पृथक् करणीयं न कर्तुं शक्नुमः इति उक्तवान् महोदय। यत्र संयोगः अस्ति चेत् एव संयोगान्तस्य लोपः इति वक्तुं शक्नुमः खलु, वर्णसंयोगः अत्र तु संयोज्य एकः एव भागरूपेण गणरूपेण तत्र तिष्ठति, इच्छ इति रूपं। यत्र चकारः अपगच्छति तस्मिन् समये अल्पप्राणचकारः अपि निमित्तपायेन चिकित्स्यते अपायः इति कृत्वा तदपि गच्छति खलु इति कृत्वा संयोगान्तस्य लोपः कार्यं कर्तुं न शक्नोति इति महोदयस्य उत्तरमासीत्। प्रश्नः अस्ति वा तत्र भगिनी? तत्र व्रश्च व्रश्च इति सूत्रमस्ति किल, तत्र ब्राजच्छशाम् इति तत्र चकारद्वयमस्ति, अल्पप्राण अपि च महाप्राणः। तत्तु वर्ण यथा तस्य आवश्यकता किमर्थम् इत्युक्ते, यत् अस्माकं सूत्रनिर्माणं भवति पाणिनिना सूत्रनिर्माणसमये, तत्रापि पाणिनिना सूत्राणां यद् सूत्र किं वदामि सूत्रे सूत्राणाम् आदेशः पालितः पालनीयं भवति, एतत्तु शास्त्रमस्ति अस्ति इति कृत्वा पालनीयमेव भवति. तर्हि तत्र तुकारकमः भूत्वा चकारात् पूर्वं ह्रस्य इति अस्ति खलु, तर्हि जकारवत्ति अकारः अस्ति, स तु ह्रस्ववर्णः अस्ति. तर्हि ह्रस्ववर्णात् अनन्तरं चकारः आयाति चेत् तुकागमः निश्चयेन भवति. तर्हि तदर्थमेव तुकागमः कृत्वा पाणिनिः इच्छा इति तत्र स्वीकृतवान्. साक्षात् पश्यामः चेत् महोदयेन यथा उक्तं चकारः एव, केवलं चकारः एव, चकारान्तानां शकारान्तानाम् इति अर्थः. अपि च पाप्रच्छ इति स्थितौ तत्र छकारः व्रश्च भ्रश्च इति सूत्रेण षकारः भवति, अल्पचकारस्य का गतिः? तत्तु निमित्तपाये नैमित्तिकस्य अपि अपायः इत्येन तद् अपगच्छति. अस्तु, अत्र लालाञ्च् इति स्थितौ तत्रापि छकारः एव निमित्तं वा? तत्र न न तत्र लाञ्चि इति लाचि इति पूर्णतया धातुः एव निमित्तम्. इदित् अस्ति खलु, इदित् इदित् इदितो नुम् धातोः, तर्हि धातुः इदित् वर्णः अस्ति इति कृत्वा धातोः एव तत्र नुमागमः भवति. धातोः नुमागमः कुत्र भवति इत्युक्ते अन्तिम अकारात् परः आयाति, अन्तिम अश्ववर्णात् परः आयाति, तर्हि धातोः एव आगमः पूर्णतया इति तयोः मध्ये भेदः. तत्र लालाञ्च् इति स्थिते नकारः इदितोनुम् धातोः इति इदित् धातुः अस्ति चेत् नकारः आगच्छति, किन्तु अत्र पाप्रच् इति स्थितौ तत्र चकारः चेच इति सूत्रेण आगच्छति. तत्र चकारः एव निमित्तम्. हा, पाप्रच् इति स्थितौ चकारः वर्णः, चकारवर्णः इति निमित्तम्. लालाञ्च् इति स्थिते तत्र धातुः एव निमित्तम्, इदित् धातुः इति पूर्णतया धातुः. आम् आम्, अस्तु, इदानीं सम्यक् अस्ति इति चिन्तयामि. सम्यक् भगिनी, अत्र चेच इदं करपत्रं पत्रे नास्ति न? न भगिनि, तु आदिगणे अस्ति इति मन्ये, किमर्थम् इत्युक्ते तत्र वयमपि दृष्टमासीत् गम् धातुः गच्छति इति पश्यामः चेत् गच्छति कस्मिन् गणे अस्ति पश्यामः, तत्र भवति महोदय भुआदिगणे भवति, भुआदिगणे इति करपत्रे भवति, अनन्तरं सुधादिगणे सुदादिगणे अस्ति दिवा इच्छति इति सुदादिगणे, अनन्तरं पृच्छति इति तद् तदपि सुदादिगणे. तर्हि भुआदिगणे सुदादिगणे इति करपत्रद्वयं पश्यति चेत् प्राप्नोति तद्. अस्तु, अत्र लाञ्चि इत्यस्मिन् धातु तत्र क्षम्यतां भगिनि, लाञ्चि इत्यस्मिन् धातुः तत्र किमर्थं व्रश्य भ्रश्च इति अपवादरूपेण किमर्थं न स्वीकुर्मः? किमर्थम् इत्युक्ते अत्र चकारान्तः अस्ति, चकारान्तः अस्ति इति कृत्वा तत्र व्रश्च भ्रश्च चकारान्तधातूनां षकारादेशः इति अस्ति. यदि अत्र कार्यं न करोति तर्हि तत्र तस्य निरवकाशत्वं न भवति वा? धातु लाञ्चि न धातु धातु लाचि लाचि इति, अनन्तरम् इकारस्य लोपं भूत्वा लाञ्च् इति भवति. तर्हि भगिनी भगिन्याः प्रश्नस्य उत्तरम् अस्ति किम् अस्ति अत्र वृषभश्च इति सूत्रे, यद्यपि भवती पश्यति इच्छा इति सूत्रे दत्तमस्ति, तत्तु दुःखागम सूत्रनिर्माणसमये तुगागमः आनीतं, किन्तु साक्षात् सूत्रतः पश्यामः चेत् ब्राज छ शाम् इति एव अस्ति, इच्छाम् इति नास्ति, छ शाम् इति एव अस्ति. तर्हि यत्र संयोगः वर्तते चेत् संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः भवति, अनन्तरं ब्रश ब्रश इत्यस्यपि प्रसक्तिः भवति. अधुना द्वयोः सूत्रयोः प्रसक्तिः अस्ति, सः किं सूत्रं बलवत् इति पश्यामः चेत् संयोगान्तस्य लोपः इति सूत्रं बलवत् भवति. यत्र अस्माकं चकारान्तः लाञ्च् इति भवति तस्मिन् समये तु क्षम्यतां काप्रचिति अस्ति, तत्र तु संयोगान्तस्य लोपस्य कार्यं न भवति खलु, तत्तु प्रसक्तिः नास्ति, केवलं ब्रश ब्रश इति सूत्रस्य एकस्य सूत्रस्य एव प्रसक्तिः इति कृत्वा तस्यैव कार्यं भवति. तद् तदवगतं भगिनि, परन्तु किमर्थम् अत्र अपवादभूतेन न स्वीकुर्मः इत्युक्ते अत्र चकारः अस्ति अन्ते इति कृत्वा तत्र किमर्थं भगिनि अपवादः इति वदति? अत्र तु अस्माकं तु त्रिपादीसूत्रं सपादसप्ताध्यायीसूत्रम् इति एव कारणमस्ति खलु, संयोगान्तस्य लोपः इति सपादसप्ताध्यायीसूत्रं वा? तदपि त्रिपादी एव, द्वितीय तर्हि द्वितीयपादे अस्ति संयोगान्तस्य लोपः 23 अस्ति, अनन्तरं दश दश इति सूत्रं 36 इति अस्ति, तर्हि पूर्वत्र सिद्धमिति असिद्धत्वेन एव कार्यं भवति. अपवादः किमर्थं भवती वदति अपवादः इति? अपवादः अन्यत्र सूत्रस्य निरवकाशः भवति चेदेव अपवादः भवति खलु. यथा उदाहरणार्थम् अधुना पश्यतु, संयोगान्तस्य लोपः अपवादत्वेन आगच्छति इति वदति चेत् अन्यत्र कुत्रापि संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः एव न भवति, एकत्र एव भवति. अनन्तरं यदि यत्र कार्यक्षेत्र वशदृश इति कार्यक्षेत्रमस्ति तस्य एव अन्तर्गतः भवति खलु संयोगान्तस्य लोपः. तस्मिन् समये एव यदि संयोगान्तस्य लोपः कार्यं न करोति चेत् निरवकाशं भवति इति कृत्वा संयोगान्तस्य लोपः कार्यं भवति. अपवादत्वम् इति पूर्वमत्र बलावचिन्तनमिति चित्र भगिन्यः चित्रमासीत् खलु अपवादः इति, कार्यक्षेत्रं बृहत् अस्ति तस्य अन्ते न्यूनमस्ति अपवादक्षेत्रम् इति, तत् तर्हि अत्र तु तथा नास्ति खलु, ओवर्लापिङ्ग् इति वक्तुं शक्नुमः खलु. कुत्रचित् संयोगान्तस्य लोपः कार्यं करोति, अन्यत्र अन्यत्र अन्यस्मिन् स्थले अपि कार्यं भवति. भवत्याः अद्य किञ्चित् एको आगच्छति भगिनि, अपि च भव्या भगिनी, संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः यत्र संयोगः अन्ते अस्ति तत्र एव, किन्तु वृक्षभ्रश इति सूत्रस्य प्रसक्तिः चकारः संयोगे भवेत् इति नियमः नास्ति. नास्ति, सत्यं महोदय, भिन्नभिन्नकार्यक्षेत्रम् अस्ति. हा, अतः यत्र संयोगः नास्ति, आम्, यत्र संयोगः नास्ति तत्र व्रश्च ब्रश्च इति सूत्रस्य प्रसक्तिः तत्र अवकाशः भवितुम् अर्हति. सत्यं महोदय, अतः निरवकाशं भवति इति न वक्तुं शक्यते, हेमा भगिन्या एव सूचितं. प्रतीक्षां कुर्मः, विद्या भगिनी आगच्छति वा बहिर्गत्वा? न, न, अहं श्रुतवती अस्मि. अहं चिन्तयामि भगिनि, अहं सम्यक्तया न अवगतवती, अहं पुनः चिन्तयामि. अस्तु भगिनि, अत्र किञ्चित् यत्र महोदय पुनः वदतु महोदय. हा, विद्या भगिनी, संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः यत्र अन्ते संयोगः अस्ति चेत् तत् अन्तिमवर्णः चकारः भवतु अन्य किमपि वर्णः भवतु वा, संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः. व्रश्च ब्रश्च इति सूत्रं तत्र चकारः संयोगे भवेत् इति किमपि नियमः नास्ति. चकारः अस्ति चेत्, चकारान्तः धातुः अस्ति चेत्, तत्पूर्वं संयोगः नास्ति चेदपि तस्य प्रसक्तिः भवति, अवकाशः भवति इति कृत्वा निरवकाशं भवति इति न वक्तुं शक्यते इत्येव मया उक्तम्. अस्तु अस्तु अस्तु, अवगतं. हा, धन्यवादः महोदय. धन्यवादः महोदय. तर्हि अग्रे अस्माकम् अभ्यासः प्रवर्तमानः अस्ति खलु. महोदय किञ्चित् शफल् कृतवान् धातूनां, किमर्थम् इत्युक्ते समानकार्याणि भवन्ति, एकत्र स्थापितवान् पूर्वं, तर्हि अद्य किञ्चित् मिश्रणं कृत्वा अधुना स्थापितवान्. अद्य मूर्छा इति धातुतः आरम्भं करणीयम्, आरभनीयं. भगिनि तत्पूर्वम् अत्र फ्रच् इति उक्तवती खलु, तत्र मूलधातुः एव प्रच् इति, तत्रापि चखारः द्वयोरपि उपस्थितिः चकारः एव अस्ति न भगिनि, धातुपाठे अहं दृष्टवती, धातुपाठे पश्यतु रेपः अकारः चकारः तावदेव खलु, न इप् रे पकारः रेफः अकारः चकारः तदनन्तरं छकारः न भगिनि तथा नास्ति, तुकागमस्य एव इच्छा, तुकागमेन एव भवति तत्र, परन्तु मूलधातु धातुपाठे न न न तथा नास्ति, साक्षात् पश्यति चेत् भगिनि अहम् इदानीं पकारः रेफः अकारः चकारः अनन्तरम् अजननासिक अकारः कुत्र कुत्र पश्यति भगिनी भवती? अहम् अष्टाध्यायी डाट् काम् धातु इति पश्यति चेत् भगिनी पुष्पादीक्ष मातुः पुस्तके प्रच्छ इति एव अस्ति, अल्पचकारः अपि अस्ति तत्र, धातुसंज्ञा 1162 साधारणतया यत्र यत्र चकारः भवति तेन शेषैत्यनेन तत्र प्रसृतिः अस्ति, कार्यमपि भवति खलु, सर्वत्र कार्यं भवति, तदेव तदर्थमेव सा प्रायः योजितवती. अस्तु, पूर्वं ह्रस्ववर्णः अस्ति चेत् निश्चयेन तुकागमः भवति, तत् संयुज्य एव मातृभिः लिखितम्. आम् अष्टाध्यायी डाट् काम् मध्ये प्रच् एव अस्ति, प्रच् नीप्सायाम् इति. भगिनि यदि तत्र अवावृष् इति अस्ति, अवावृष् तत्रापि सकारचकारस्य संयोगः अस्ति, परन्तु तत्र तु वयं व्रश्च ब्रश्च इति सूत्रस्य उपयोगं कुर्मः, तत्र किमर्थं संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः नास्ति? खलु आं भगिनि, तत्र तु प्रथमं कार्यं किं भवति, अत्र संयोगः अस्ति खलु, संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः निश्चयेन अस्ति, अनन्तरम् अन्य किं के कानि संयोगसूत्राणि अस्माभिः पठितानि, प्रथमं संयोगान्तस्य लोपः, अनन्तरं राष्ट्रस्य इति सूत्रं, तृतीयं राल्लोपः इति सूत्रं, पदान्तकार्यं नास्ति, यद्यपि पदान्तकार्यम् अस्ति जलि परे इति, अकारे परे लङ्लकारे एव अस्माभिः तदपि सूत्रमस्ति खलु, राल्लोपः. चतुर्थं किम् अस्माभिः पठितं, स्कोः संयोगाद्योरन्ति इति पठितं खलु, अस्तु अस्तु, तर्हि तस्य स्कोः संयोगाद्योरन्ति इति सूत्रस्य बलं भूत्वा तदेव कार्यम्. अस्तु अस्तु, धन्यवादः भगिनि. प्रसक्तिः अस्ति यथा भगिनी उक्तवती, संयोगान्तस्य लोपः इति प्रसक्तिः अस्ति, अद्य एतत् न धृतवती वा भगिनि, प्रायः तदेव विषयः वा, किं भगिनि हेड्सेट् धृतवती वा? न न, हेड्सेट् नास्ति भगिनि. तद् धरति वा प्रायः? तर्हि एको न भवति, प्रतिध्वनिः न भवति. कस्मिन् धातोः विषये भगिन्याः प्रश्नः आसीत् भगिनि? ब्रज इति अस्तु अस्तु, तत्रापि संयोगः अस्ति, संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति, किन्तु तद् प्रभाते स्कोः संयोगाद्योते इच्छ इति कृत्वा सकारस्य एव लोपः भवति, तर्हि अबाब्रज. अपि च व्रश्च व्रश्च ब्रज इति तत्र परिगणितधातुः अस्ति, तत् पूर्वमेव सत्यमेव, ब्रज ब्रज इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, कोः संयोगात् द्योरन्ते चेत् तस्य प्रसक्तिः अस्ति, संयोगान्तस्य लोपः इत्यस्यपि प्रसक्तिः अस्ति. त्रिषु किं सूत्रं बलवत् इति इत्युक्ते संयोगान्तस्य लोपः बलवत् भवति तर्हि तद् कार्यमेव प्रथमं भवति. तद् कृत्वा अनन्तरं व्रश व्रश इति सूत्रस्य कार्यं भवति. ओ किमर्थं तादृशं भगिनि? अबाब्रज् इति स्थितौ तकारलोपः भवति, तदनन्तरं सकारलोपः भवति स्तोगो संयोगाध्यरन्ते च इति अबाब्रज् इति रूपं तिष्ठति. तत्र व्रश्च ब्रज इति सूत्रं कार्यं कृत्वा अबाब्रश् तत्र संयोगान्तस्य लोपः इति कार्यस्य इति सूत्रस्य किमपि कार्यं नास्ति किल? किन्तु सूत्रसङ्ख्या पश्यामः चेत् 829 अस्ति, कोः संयोगाद्युरन्ते च 836 अस्ति, ब्रश ब्रश सपाद त्रिपादिसूत्रमस्ति खलु महोदय. त्रिपादिसूत्रस्य अस्माकम् अन्यबलाबलचिन्तनं अत्र न सम्भवति. अत्र तु केवलं अत्र तु पूर्वत्र सिद्धम् इति कार्यं भवति. इत्युक्ते पुनः वदतु अबाब्रश् इति रूपं तस्य प्रक्रिया कीदृशं भवति, प्रथमं किं सूत्रं कार्यं करोति इति पुनः वदतु कृपया भगिनि. प्रथमं संयोगान्तस्य लोपः कार्यं करोति, तद् अनेन किं भवति? सकारस्य लोपः भवति वा? सकारस्य कोः संयोगान्त्योदन्ते इति सूत्रं पश्यति चेत् सूत्रार्थः अस्ति संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य एव सदस्यस्य लोपः भवति, न तु द्वितीयसदस्यस्य. इत्युक्ते सकारजकारस्य संयोगः अस्ति, सकारस्य एव लोपः भवति, जकारस्य लोपः न भवति. जकारस्य लोपः तु संयोगान्तस्य लोपः इति सामान्यकार्यं, किन्तु यत्र संयोगः अस्ति तत्र संयोगस्य पूर्ववर्णः सकारः वा ककारः वा अस्ति चेत् सकारस्य ककारस्य एव लोपः भवति. इत्युक्ते प्रथमसोपानम् अबाब्रश् इति स्थितौ तत्र सकारस्य लोपः स्कोः संयोगाद्यरन्ते च इति सूत्रेण भवति, तत् प्रथमम्. अनन्तरम् अनन्तरं ब्रश ब्रश इति कार्यम्. हा इत्युक्ते संयोगान्तस्य लोपः इति सूत्रस्य कार्यम् एव नास्ति इति किल? एवं वक्तुं शक्नुमः. प्रसक्तिः अस्ति इत्युक्ते तत्र संयोगः अस्ति, परन्तु तस्य तत् सूत्रं प्रभाद्य तत्र स्कोः संयोगाद्योरन्ते इति कार्यं करोति. यदि महोदय अत्र ब्रश ब्रश इति इदानीं क्षम्यतां भगिनि एकनिमिषम्, इदानीं स्कोः संयोगाद्योरन्ते च इति सूत्रस्य चिन्तनं वयं त्यजामः. किमर्थम् इत्युक्ते तद् अन्तिमवर्णस्य कार्यं नास्ति, तत् पूर्वस्य कार्यमेव, तत् त्यजामः. इदानीम् अस्माकं चिन्तनं संयोगान्तस्य लोपः अपि च व्रश्च ब्रश्च इति द्वयोः मध्ये. आम् द्वयोः अपि पदान्ते विद्या भगिन्या यत् पृष्टं, मया न अवगतं, पुनः प्रश्नः कः इति? अबाब्रश्च इति स्थिते जकारः अस्ति अन्ते, तत्र व्रश्च ब्रश्च इति सूत्रस्य प्रसक्तिः अपि अस्ति, संयोगान्तस्य लोपः इति प्रसक्तिः अपि अस्ति. अनन्तरं कोः संयोगाद्योरन्ते च इत्यपि प्रसक्तिः अस्ति खलु? तत् त्यजतु, तत् त्यजतु. किमर्थम् इति चेत् तत्र तत्र कार्यक्षेत्रम् अन्तिमवर्णस्य नास्ति. यद्यपि अन्तिमवर्णस्य नास्ति तथापि अधुना किं द्रष्टव्यं, सूत्रसङ्ख्या द्रष्टव्यं खलु पूर्वत्र सिद्धं. महोदय अहम् एकं कार्यं वदामि, यदि वृक्षभृश आदौ कार्यं करोति चेत् किम् इति वदामि. यदि वृक्षभृशार्यम् आद्यं कार्यं करोति चेत् कार्यविधानं किम्? अन्तिमजकारस्य स्थाने षकारादेशः भवति खलु. तर्हि पुनः पश्यामः चेत् अबाब्र अनन्तरम् इस् शा इति भवति, षकारः षकारः इति भवति. अधुना किमर्थम् इत्युक्ते तत्र कार्यस्य आवश्यकता अस्ति खलु, स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः इति सूत्रद्वयस्यापि कार्यं भवति, प्रसक्तिः भवति. भगिनी इदानीं स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः अस्ति वा न वा, तत् प्रक्रियायां कुत्र कार्यं तस्य कार्यं भवेत् इति चिन्तनं नास्ति. तत् प्रथमं भवतु बलसूत्रं बलवत् अस्ति, तद् किमर्थं महोदय त्यजति इति न आगच्छामि. अहं न त्यजामि भगिनी. भगिनी वदतु पुनः अबाब्रज् योगः तकारः अस्ति, तस्मिन् सन्दर्भे हल्याभ्योदीर्घचतुष्पृत्तं हल्यतनेन तकारस्य लोपः भवति, अबाब्रज् अबाब्रस्ज् इति एव तिष्ठति. तत्र स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति, तदनन्तरम् अबाब्रज् इति स्थितिः अस्ति. तावत्पर्यन्तम् अस्माभिः साम्यमस्ति किल? सत्यं महोदय. तदनन्तरम् अबाब्रज् इति स्थितौ संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अपि अस्ति. ब्रज इति सूत्रस्य संयोगान्तस्य लोपः कुत्र अस्ति? संयोगः एव नास्ति खलु, इदानीम् अवगतम्. अनन्तरम् अत्र कदाचित् अपि संयोगान्तस्य लोपः कार्यं न भवति, किन्तु यदि यदा भवान् पृष्टवान् खलु किमर्थं ब्रश इति पूर्वं कार्यं न करोति इति, तत्तु परसूत्रम् अस्ति, तद् पूर्वं कार्यं करोति इति चिन्तयतु. तर्हि किं भवति, जकारस्य स्थाने शकार समानरूपं प्राप्नुमः, किन्तु तथा नास्ति, क्रमः तथा मास्तु इति महोदयेन पूर्वम् उक्तवान्. त्रिपादिसूत्रस्य क्रमः भिन्नं भवेत्. किमर्थम् इत्युक्ते पूर्वसूत्र प्रथमं जकारस्य स्थाने शकारः आयाति, अनन्तरं पुनः स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अस्ति. यद्यपि स्कोः संयोगाद्योरन्ते च अस्ति, तद् शकारं न पश्यति, तत्तु जकारमेव पश्यति. किमर्थमित्युक्ते परसूत्रस्य कार्यं न पश्यति खलु इति कृत्वा पुनः सकारस्य लोपं भूत्वा अबाब्रश् एव तिष्ठति. समानरूपं प्राप्नुमः, किन्तु तथा क्रमः तथा मास्तु, पूर्वत्र सिद्धम् इति तद् निश्चयेन स्वीकरणीयं भवति खलु, शास्त्रसिद्धं भवति इति कृत्वा पूर्वसूत्रं प्रथमं भवति. आं भगिनि इदानीम् अवगतं, क्षम्यताम्. आमामां कदा तर्हि अग्रे मूर्च्छ इति दातु, मूर्च्छा इति दातुः, मूर्च्छा इति दातु, ततः आरभामहे. रमप्रिय रामप्रिया भगिनी अस्ति, न्यूट् मध्ये अस्ति, अहं अन्यूट् कृत्वा पश्यामि. भगिनी कृतवती रामप्रिया भगिनी आगतवती वा? आम् अन्यूट् कृतवती, किन्तु वयं न शृणुमः रामप्रिया भगिनी किमपि, सः हेड्सेट् दोषः, हेड्सेट् प्रायः किमपि क्लेशः स्यात्. भगिनी हेम भगिनी कस्य दातुः भगिनि? आम् अग्रिम अधुना कुत्र स्मः इत्युक्ते सरीसृज् इति दत्तु अभवत् खलु, तदनन्तरं मूर्च्छा वा? हा मूर्च्छा, मूर्च्छा इति मूर्च्छा इति धातुः अस्ति, तत्र अनुनासिकवर्णस्य अपगमनानन्तरं मूर्च्छिति भवति. यङ् लुकि रूपम् अस्ति मोमूर्च्छिति, लङि अमोमूर्च् इति भवति. इदानीम् अमोमूर्च् योगः तकारः, प्रथमं हल्ङ्याभ्योदीर्घात्सुतिस्य प्रथमं हल् कारणेन तत्र तल्लोपः भवति, अमोमूर्च् इति पदसंज्ञा प्राप्नोति. इदानीम् अमोमूर्च् इति रेफस्य परे चकारः अस्ति, संयोगान्तस्य लोपः, तस्य प्रसक्तिः अपि अस्ति, अपि च अत्र वर्णनिमित्तकं कार्यं भवति राल्लोपः इति कारणेन सूत्रसङ्ख्या पश्यति आम् प्रथमं करणीयं सत्यं भगिनि षष्टमाध्याये अस्ति इति कारणतः प्रथममेव रेफस्य परे चकारः अस्ति इति कृत्वा तत्र चकारलोपः भवति तर्हि अमोमुर् योगः तकारः इति तदनन्तरमेव हल्ङ्याभ्यो दीर्घात् सत्यं वा इदानीं तर्हि तलोपः भूत्वा अमोमुर् इति पदसंज्ञा प्राप्नोति इदानीम् अमोमुर् इति स्थितौ पुगन्तलघुपदस्य सूत्रेण तत्र उकारस्य उकारः भूत्वा अमोमोर् इति भवति अमोमोर् यदा भवति तत्र पदान्ते रेफः अस्ति इति कारणतः खरवसानयो विसर्जनीयः कारणेन रेफस्य स्थाने विसर्गः आगत्य अमोमोः इति रूपं भवति धन्यवादः सकारस्य परे अपि तथैव भगिनि ध्वनिः अस्ति वा मया डिस्टर्बेन्स् अस्ति वा हेमभगिन्याः किमपि नास्ति अद्य न जाने किमर्थं विद्याभगिन्याः एव दूरवाण्यमासीत् अग्रिममस्ति बुद्धिति धातुः पश्यामि भगिनि करपत्रं किञ्चित् रिफ्रेश् करोतु महोदय मूर्छा अभवत् भगिनी उक्तवती हेमभगिनी जसि अस्ति न करपत्रं रिफ्रेश् करोतु महोदय किञ्चित् शफल् कृतवान् मिश्रणं कृतवान् बुद्धिति धातु अस्तु भूत् करोमि बुद्ध यन् यन् बोबुद् भवति यन् लिचि लङ् लकारे भवति अबोबुद् अबोबोद् योगतकार हल्यान्तदीर्घाद्योल् इति सूत्रेण तकारस्य लोपः भवति अबोबुद् इति पदं भवति तदनन्तरं पुगन्तलघुपदस्य सूत्रेण उकारस्य ओकार भवति अबो बोध् भवति तदनन्तरं एकात् वर्षो भस् झषान्त इति सूत्रेण धकार झषन्त अस्ति तस्य आदौ ओकार अच् प्रत्यारे अस्ति तस्य आदौ बकार बस् अस्ति इदानीं बकारस्य स्थाने तृतीय तस्य चतुर्थवर्णः आगच्छति वर्गीयस्य भ भवति अबोभोद् भवति इदानीम् अबोभोद् तस्य भूत्वा अबोभोद् भवति दकार वावसाने स्थिति अबोभोद् भवति यदि सुपि परे अस्ति तद् तद् अबोभो प्रथमं समानस्थितिः भवति यदा अहम् उक्तवती सुपि दश्च सूत्रेण सुपि धातोरु इति सूत्रेण दकारस्य स्थाने रु आगच्छति भवति तदा तस्य उकारस्य लोपः भवति उपदेश अनुनासिके तेन खरवसाने विसर्जनीय अपि सर्ग आगच्छति सुपि परे यदि अस्ति तत्र त्रीणि रूपाणि भवति अपोभो अपोभो अपोभो अस्तु भगिनि भवत्याः ध्वनिः किञ्चित् न्यूनम् अस्ति उच्चैः भाषणं करोतु अधुना अस्तु धन्यवादः भगिनि पुष्प भगिनि अस्ति वा प्लाचि इति भगिनि अबोभोः अबोभोद् तकारः न दकारः अपि लाचि कथं अस्ति क्रियन्ते लाचि किम् अस्ति अत्र तु चकारौ सर्वति इकारः तु इदितोनम् तत् लाच् अत्र इदितोनम् दातु लाच् नुमागमः भवति खलु नुमागमः लाञ्च् आयाति कुत्र नुमागमः भवति मध्ये मध्ये नुमाग भगिनि तत्तु आकारस्य परे नकारः लाञ्च् लङ्लुकि धातुः लालाञ्च् अत्र चकारस्य संयोगस्य न संयोगस्य अलालाञ्च् क्षम्यतां क्षम्यताम् अलालाञ्च् इत्यनेन संयोगस्य संयोगान्तस्य लोपः प्रथमं किं भवति अलालाञ्च् योगः त इति प्रत्ययः अस्ति खलु ता प्रत्ययः हल्याभ्यो दीर्घात् श्रुतिस्य पृक्तः पृक्तं हलि हल् इत्यनेन तकारस्य लोपः अत्र अलालाञ्च् स्थितति संयोगान्तस्य लोपः तत्तु चकारस्य लोपः आयाति तत्तु अलालान् अस्ति न नकारस्य किमपि परिवर्तनं भवति वा अन्तिमनकारस्य न भगिनि तथैव अस्ति मकारः आयाति नकारस्य नकार एव तिष्ठति धन्यवादः अग्रे कः अस्ति नूतनः कः आगतवान् अत्र वेङ्कटरामन् इति अहमेव विद्या भगिनी वा इदानीं ध्वनिः श्रूयते वा सम्यक् श्रूयते भिन्नरीत्या ध्वनिः अस्ति ध्वनिः अपि भिन्नम् अस्ति भिन्ना अस्ति अहं तु भगिनी एव आम् आम् ब्रश् इति दातुः भगिनि नमस्ते इदानीं श्रूयते वा आम् ब्रज् इति दातु ब्रज् ओ अस्तु बाब्रज् बाब्रज् इदानीं तत्र अबाब्रज् इति अस्ति अबाब्रज् योगः त प्रथमं हल्याभ्यो दीर्घसुतिं हल् इत्यनेन त इत्यस्य लोपः अबाब्रज् इति पदम् इदानीम् अन्ते सकार जकार जकारयोः संयोगः अस्ति परन्तु तत्र तत्सूत्रं प्रभाद्य स्कोः संयोगाद्योरान्ते च इत्यनेन तत्र सकारस्य प्रथमवर्णस्य लोपः भवति अबाब्रज् इति भवति इदानीं व्रश्य ब्रश्च सृज मृज यज राज ब्राज च शां शः इति सूत्रेण जकारस्य स्थाने शकारः अबाब्रश् इति भवति जलां जश्वन्ते इत्यनेन अबाब्रड् वा अवसाने इत्यनेन अबाब्रट् अथवा अबाब्रड् धातुः दाधद् इति यङ्लुगन्तधातुरूपम् अदाधद् इति लङि भवति. योगः तकारः हल्याभ्योदीर्घः सदृशकृतं हल्यतेन तकारस्य लोपः भवति. तदनन्तरम् अदाधद् इति पदसंज्ञा अपि प्राप्नोति. इदानीं अन्तिमे झष् अस्ति, धकारः अस्ति, अपि च तत्पूर्वम् अकारः अस्ति, तत्पूर्वं धकारः अस्ति इति कृत्वा बश् भावः भवति. एकाचो बशो बश् इति सूत्रेण दा धद् इति रूपं प्राप्नोति. तदनन्तरं जलां जशोन्ते इत्यनेन दा दद् इति दा धद् इति रूपम्, अपि च वावसाने इत्यनेन दा दत् इति रूपं, रूपद्वयं भवति तिपि परे, अपि च सिपि परे अपि तावदेव इति मन्ये. अत्र सिपि परे यत्र दकारः आयाति दशोन्ति जलां दशोन्ति इत्यनेन तत्र अधुना दर्शयति इति प्रसक्तिर् भूत्वा रु आदेशः इति भवति. सिपि परे आम् त्रीणि रूपाणि, त्रीणि रूपाणि भवति. रूपं तु दा दाधः अधादः इति भवति किल. आम् महोदय, अदाधः आम् सिपि परे एव रूपत्रयं भवति. धन्यवादः भगिनि. एकः प्रश्नः, तत्तु बहु अत्र आकारः कथम् आयाति, दद् दा दद् कथम् आयाति? यङ्ग् लुक् ददद् अस्ति भगिनि, ददद् इति अस्ति यङ्ग् लुक् तत्र उपदायतस्य अभ्यासस्य दीर्घत्वं किमपि सूत्रेण भवति. कुत्रचित् यत्र सनि सन् प्रत्ययः अस्ति चेत् इकारः भवति, ह्रस्व इकारः भवति, पिपतिष्यति पट् पत् इति पपट् इति अस्ति पिपत् इति भवति. यङ् लुकि ह्रस्वकारः अस्ति चेत् तस्य दीर्घत्वं भवति इति. दीर्घ या इकारः सन् सन् सन् प्रत्ययः अस्ति चेत् सनन्तधातुः अस्ति चेत् इकारः भवति, यङन्त अस्ति चेत् यङ् लुक् अस्ति चेत् तत्र आकार दीर्घं भवति, आकारस्य दीर्घत्वं भवति. तत्तु यङ् प्रक्रिया यदा यदा महोदय पाठयिष्यति अधुना प्रगतवर्गे भानुवासरस्य वर्गे तस्यैव विषयस्य एव प्रारम्भः अभवत् गतसप्ताहे. धन्यवादः. रामप्रिया भगिनी अस्ति वा भगिनि? वयं न शृणुमः भगिनि रामप्रिया भगिनी, भवत्याः किमपि सङ्गणके किमपि ट्रस्ट् क्लेशः किमपि भगिनि अस्तु. हेम भगिनी वदति वा? अस्तु भगिनि. बम्भ्रं भ्रम् इति धातुः, यङ्ग्लुकि बम्भ्रम् इति अस्ति. इदानीं बम्भ्रं योगः तकारः हल्ङ्याभ्युदीर्घाच्युतिस्य पृष्ठं हल् कारणेन तलोपः, अकारः अपि अस्ति, अबम्भ्रम् इति पदमस्ति. इदानीम् अन्ते मकारः अस्ति इति कारणतः मोनो धातोः इति कारणतः मकारस्य स्थाने नकारः आगत्य अबम्भ्रन् इति रूपं भवति. अग्रे सरला भगिनी वदति वा अग्रिमम्? अस्तु. घ्रस् घ्रस् इति घ्रस् यङ् लुकि भवति दा घ्रस्, लङ्लकारे भवति. इदानीं श्रूयते भगिनि? अदाध्रस् योग तकार तस्य अप्रक्तसंज्ञा भवति, अदाध्रस् भवति. तिप्यान् तिप्यन् अस्ति सकार अस्ति तस्य सूत्रेण तिप्यन् अस्ति सूत्रेण अदाध्रस् तस्य सकारस्य स्थाने दकार आगच्छति, अदाध्रत् भवति, तद् अदा वावसाने इति अदाध्रत् भवति। यदि सिपि धातु वा इति सूत्रेण यदि सकार अस्ति मध्यमपुरुषे एकवचने, तद् सकारस्य लोपः भवति, हल्यान्तविधिः दीर्घ इति सूत्रेण सकारस्य स्थाने दकार आगच्छति। तदनन्तरं सिपि रुवा इति कारणे दकारस्य स्थाने रु आगच्छति, पुनः रुस्थाने खरो खरवसानयो विसर्जनीय इति सूत्रेण विसर्गः भवति, अदाध्र भवति। सो सिपि परे यदि अस्ति तत्र त्रीणि रूपाणि अदाध्रत् अदाध्रत् वा अदाध्रः, सिप्पि परे अस्ति अदाध्रत् वा अदाध्रत्। आम् भगिनि, अत्र सिप्पि धातो रूर्वा इत्यनेन अदाधत् इति अभवत् खलु, तत्तु दकारान्तः अस्ति इति कारणं समानरूपं भवति अदाधः इति भवति, किन्तु सूत्रं तु कार्यमपि। धन्यवादः भगिनि। हा भगिनि, सृप् सरीसृप् असरीसृप् आयाति लङ्लकारे पकारान्तधातुः एङ्लुक्, तत्तु जस्त्वे तत्तु जलां जषन्ते इत्यनेन तकारः योगः तकारः हल्याभ्यो दीर्घात् हल्यः हल् इत्यनेन अत्र तकारस्य लोपः भवति। तत्तु पकारस्य बकार आदेशः भवति, संयोगः अस्ति खलु अन्ते, संयोगः अस्ति नास्ति नास्ति पकारः अस्ति सम्यक् नास्ति सत्यं भगिनि। अधुना किं भवति, हल्याभ्यस्य प्रथमं हलिचनेन लोपः भवति, अनन्तरं अनन्तरं पकारस्य बकारादेशः भवति, ओ पुगन्तलघुपद्यस्य, ओ मै गाड्, क्षम्यतां, सरीसृत् सरीसर्प् आयाति, असरीसर्प् असरीसर्प् अत्र ऋकारस्य, तत्तु ऋकारस्य स्थाने तत् ऋकारः आयाति, तत्तु किं किं वदति एकनिमिष भगिनि, इदानीं चर्चा क्रियन्ते न, किं वदति, संयोगः अस्ति खलु, तत् स्थाने पकारस्य लोपः भवति, तत्तु संयोगसूत्राणि कानि वयम् अस्माभिः पठितानि, संयोगस्य लोपः अनन्तरं संयोगान्तस्य लोपः इत्यनेन या पकारस्य लोपः न, अग्रिमं सूत्रं पठतु, करपत्रे अग्रिमं सूत्रमासीत् खलु, तद् किम् इति पश्यतु, नामनिमित्तस्य अग्रिमसूत्रम् इति सूत्रं रासस्य राल्लोपः राल्लोपः रासस्य राल्लोपः अस्ति, राल्लोपः राल्लोपः नास्ति नास्ति लोपः नास्ति निमित्तं किं मनसि नास्ति भगिनि किं करोमि लोपः एकनिमिषः भगिनि किं राल्लोप इत्यस्य निमित्तं वा भगिनि किमर्थं नास्ति इति अत्र राल्लोपः इति सूत्रं वदति यदि रेपस्य अनन्तरं चकारः वकारः अस्ति चेत् चकारः वकारस्य लोपः भवति निमित्तमस्ति यदि जलादिप्रत्ययः अथवा अनुनासिकवर्णः अथवा क्वि प्रत्ययः परे अस्ति चेत् राक्षस्य अङ्गस्य प्रसक्तं भूत्वा असिद्धं इति वा सूत्रं वदति यत्र नियमयति रेफात् अनन्तरं यदि रेफात् अनन्तरं यदि सकारः अस्ति चेत् एव तस्य रास् तस्य सकारः अस्ति चेत् एव लोपः भवति अन्यवर्णाः सन्ति चेत् तस्य लोपः न भवति इति नियमयति तर्हि तस्य सूत्रस्य प्रसक्तिर्भूत्वा संयोगान्तस्य लोपः प्रबाद्य राक्षस्य कार्यं करोति तर्हि लोपः पकारस्य वा रेफस्य वा लोपः न भवति तस्य अनन्तरं भवती यथा उक्तवती जलां दशन्ते इत्यनेन बकारादेशः तत्तु तत् पूर्वं परं बकारादेशः तत्तु एकनिमिषः बकारादेशः तु तत्र चर्त्वे तत्तु भावसाने इत्यनेन पकारादेशः यथा कृतं सरीसर्प् सरीसर्प् असरीसर्द् न सर्प् बकारः बकारः बकारः पकारः तत्तु ऋत्वम् अस्ति तत्तु सिपि परे तु कार्यं करोति न कार्यं करोति न समानरूपमेव भगिनि सिपि परे अपि सिपि परे अपि सिपि परे यत्र भेदः भवति चेत् सकारान्तधातुः नो चेत् किम् अस्ति दकारान्तधातुः अस्ति चेदेव सिपि परे भिन्नसूत्रम् तत्तु असरीसर्प् असरीसर्प् बकारः क्षमितां भगिनि मम अण्डर्स्टाण्डिङ्ग् इस् देयर् बट् ऐ कान्ट् कीप् इट् इन् मै हेड् ऐ कान्ट् कीप् इट् इन् मै हेड् आल् द सूत्रस् अस्तु भगिनि ममापि अत्र नूतनः वयस् वयः वयः वयः न्यून एव अस्ति भगिनी तु कुमारी इव दृश्यते अन्ये जनाः न दृष्टवन्तः खलु ऐम् नाट् यङ्ग् सो अस्तु नूतनः कः भगिनी रामप्रिया इदानीं श्रूयते वा अस्तु शृणोमि भगिनि आं भगिनि अस्तु भगिनी एव करोति वा अग्रिम जसि जन्स् इति जसि इति इदित् धातुः अस्ति अतः इदितोनुं धातुः इति सूत्रेण जन्स् इति भवति जा जन्स् इति यङ् लुगन्तरूपम् अस्ति अजाजन् इति लङि योगः तकारः हल्ण्याभ्यो दीर्घासुतिस्य पुत्रं हल् इति सूत्रेण तकारस्य लोपः अजाजन्स् इति पदसंज्ञा प्राप्नोति अत्र संयोगः अस्ति पदान्ते संयोगान्तस्य लोपः इति सूत्रेण तकारस्य लोपं भूत्वा अजाजन् इति रूपं प्राप्नोति धन्यवादः हा हूर्चा इति धातुः हूर्च् होहूर्च् इति अस्ति अहोहूर्च् योगः तत्र अन्ते रेपचकारः संयोगः अस्ति इति कृत्वा तत्र प्रथमं तत्र रालोपः इति सूत्रम् आगच्छति तत् सूत्रं तु अङ्गकार्यमस्ति षष्ठाध्याये चतुर्थपादे अस्ति इति कृत्वा तत् सूत्रमेव पूर्वं कार्यं करोति अत्र तु संयोगान्तस्य लोपः इति सूत्रं प्रबाद्य अपि च उपादायां च इति सूत्रस्य अपि प्रसक्तिः अस्ति तमपि प्रबाद्य तदपि उपादायां च अपि अष्टमाध्याये अस्ति इति कृत्वा तत्र प्रथमं राल्लोपः इति कार्यं करोति राल्लोपः इत्यनेन अन्तिमचकारस्य लोपः अहोहूर् इति अस्ति अहोहूर् योगः त अत्र पुगन्तलघुपदस्य च इत्यनेन अहोहोर् योगः त इदानीं हल्ण्याभ्यो दीर्घासुतिस्य पृक्तं हल् इत्यनेन त प्रत्ययस्य लोपः अहोहोर् अनन्तरं करवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः अहोहोः इति तदेव रूपं सकारप्रत्यये अपि धन्यवादाः वृत् इति धातुः वरीवृत् इति यङ् लुगन्तधातुः अवरीवृत् इति लङि योगः त हन्याभ्योर्दीर्घासुतिस्य कृतं निर्लेपनेन तकारस्य लोपः अवरीवृत् इति पदसंज्ञा अस्ति अन्तिमे तकारः अस्ति तकारः अस्ति चेत् किमपि विशिष्टकार्यं नास्ति इति कृत्वा तत्र तत्पूर्वं वरीवृत् उपादायां ऋकारः अस्ति अतः पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः प्राप्तिः च वरी वर्त् इति अवरीवर्त् इति रूपं प्राप्नोति तत्र संयोगः अस्ति रेफः अपि च तकारयोः मध्ये इत्युक्ते संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति रात्सस्य इति सूत्रस्य प्रसक्तिः अस्ति राल्लोपः इति सूत्रस्य प्रसक्तिः नास्ति किमर्थमित्युक्ते राल्लोपः छ्वोः इति एव तस्य कार्यं भवति अत्र तु तकारः अस्ति अतः राल्लोपः इत्यस्य इति सूत्रस्य प्रसक्तिः एव नास्ति इदानीं संयोगान्तस्य लोपः अपि च रात्सस्य इति सूत्रद्वयोः प्रसक्तिः अस्ति रात्सस्य इति सूत्रं संयोगान्तस्य लोपः नियमयति यदा रेफात् परः सकारः नास्ति चेत् संयोगान्तस्य लोपः लोपः इति सूत्रेण वर्णस्य लोपः न भवति इति अतः अवरी वर्तकारः तिष्ठति एव अवरी वर्त् इति एकः रूपं जलाञ्जशोन्ते इत्यनेन अवरी वर्द् इति द्वितीयरूपम् इदानीं दकारः अन्तिमे अस्ति इति कृत्वा दश्च इति सूत्रं पिति न कार्यं करोति किन्तु सिपि परे दश्च इति सूत्रेण रुत्वं भूत्वा तदनन्तरं करवसानियोर्विसर्जनीयः इति सूत्रेण विसर्गः आगत्य अवरी ततः पूर्वं महोदय एकं कार्यम् आसीत् अत्र अवरीवर्त् इति धातुः अस्ति पदमस्ति राक्षस्य इत्यनेन लोपः न भवति इति उक्तवान् खलु, तर्हि अवरिवर्त् इति अधुना साक्षात् अन्तिमकार्यं न अभवत्, जलां दशमन्ति भूत्वा अनन्तरं वावसाने इति इत्यनेन यत्र तकारः पुनः आयाति तस्मिन् समये एव अन्तिमरूपम् इति वक्तुं तदेकम्. अनन्तरम् अत्र अनन्तरम् एतत् अन्यद् दश इत्यनेन अवरि वर् रुः इति भवति खलु. आमाम् अत्र आमामामामाम् अत्र रेपद्वयम् अस्ति इति कृत्वा रोरि इति भवत्या उक्तं ह्यः वर्गे, रोरि इति सूत्रेण एकस्य रेपस्य लोपः भवति इति वा, नो चेत् पूर्वस्य रेपस्य लोपः भवति इति वा, पश्यामः. पूर्वस्य लोपः प्रथमरेफस्य एव लोपः भवति, रेफस्य परे आम् इति कृत्वा अवरि वर्त् इति रूपं प्राप्नोति. अनन्तरं विद्याभगिनी अपि उक्तवती अत्र अन्यत् सूत्रमस्ति, द्रलोपे पूर्वस्य दीर्घोणः इति सूत्रमस्ति, यत्र ढो इति अस्ति, ढोडे लोपः तत्र तदपि अस्ति खलु, ढोडे लोपः अनन्तरं रोरि इति सूत्रद्वयमपि अस्ति. डकारे डकारस्य लोपः भवति, तथा एव रेफे रेपस्य लोपः भवति. यत्र डकारलोपः रेपस्य लोपः भवति तस्मिन् समये द्रलोपे इति अस्ति, द्रलोपे पूर्वस्य दीर्घोणः अण् इति प्रत्ययः किमपि अस्ति चेत् तस्य दीर्घः भवति दीर्घोणः इति. भगिनि तदेव तत्र तत्सूत्रम् अनन्तरम् आयाति, तर्हि तत्र असिद्धत्वम् अस्ति, परन्तु अष्टाध्याय्याम् उक्तमस्ति रोरि परे द्रलोपे सूत्रं सिद्धम् अस्ति इति विशिष्टरूपेण उक्तमस्ति, परन्तु किमपि कापि वार्तिकं किमपि वार्तिकम् अस्ति वा इति न जाने. आं भगिनि, पूर्वं ते दृष्टम् एतादृशसन्दर्भः यत्र अष्टाध्यायः त्रिपादीसूत्रं कार्यं भूत्वा अनन्तरं सपादीसूत्रं भवति, तस्य तु महोदय उक्तवान् यदि न कार्यं करोति चेत् सूत्रमेव निरवकाशं भविष्यति इति कृत्वा सूत्रस्य कार्यं भवति, अस्माकम् इष्टं रूपमपि न प्राप्नुमः इति कृत्वा तत्र कार्यं भवति, अपवादत्वेन अत्र कार्यं भवति इति. नो चेत् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं कुत्रचित् अपि न भवति. अस्तु भगिनि, तर्हि अत्र दीर्घं भवति इति. आं भवति विद्यन्ते इति कृत्वा अन्तिम रूपं तु सिपि परे अवरि वार्द् इति एकरूपम् अवरि वाह इति एव. आम् अवरि वर्त् इति एकं रूपम् अस्ति किल, अवरि वर्द् इति एकं रूपम्, अवरि वर्त् इति वावसाने इत्यनेन अवरि वर्त् इति एकं रूपम्, अपि च रोरि द्रल्लोपः इत्यनेन अवरि वाह इति अपि तृतीयरूपम् सिपि परे. आम् अस्तु भगिनि, तुर्वि इति अस्ति, यङ्ग्लुकि तोतुर्विति रूपं, लङ्गि तु अतोतुर्विति भवति, अतोतुर्वियोगः तकारः. अत्र राल्लोपः प्रथमम् आयाति वा, नो चेत् हल्ङ्या राल्लोपः आं पूर्वमपि तथैव अभवत्, तर्हि राल्लोपः कारणेन अत्र रेफस्य परे वकारः अस्ति इति कारणतः वकारस्य लोपः भवति, तोतुर् इति अस्ति. इदानीम् अतोतुर्योगः तकारः हल्ङ्याभ्यो दीर्घाच्युतिष्य पृक्तं हल् कारणेन तत् तलोपः भूत्वा अतो तुर् इति अस्ति, पुगन्तलघुपदस्य अनेन उपदास्थितस्य उकारस्य गुणः भूत्वा अतो तोर् इति भवति. इदानीं पदान्ते रेफः अस्ति कारणतः करवसानयोर्विसर्जनीयः विसर्गः आगत्य अतोतोः इति रूपं भवति सिपि अपि परे अतोतोः. धन्यवादः हेम भगिनी, क्षम्यतां रामप्रिया भगिनी अस्तु. आं भगिनि, वृद्ध् इति दातुः किल, अवरीवृत् इति लङ्गीरूपम् अवरीवृत् योगः तकारः पुगन्तलघुपदस्य च इति सूत्रेण अवरीवर्द् इति भवति. तकारस्य लोपः तु हल्याभ्योदीर्घस्य श्रुतिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः अवरीवर्द् इति पदसंज्ञा. अत्र राजस्य इति सूत्रस्य प्रसक्तिः अस्ति. दकारस्य लोपः तु न भवति. अनन्तरं जष्त्वं जलां जशोन्ते इति सूत्रेण अवरीवर्द् वा अवसाने इति सूत्रेण अवरीवर्त् इति रूपद्वयं भवति. इदानीं सिपिपरे तु अवरीवर्द् इति स्थितौ दश्च इति सूत्रेण अवरीवर् रु अवरीवरु इति भवति. रोरि रेपात् परे रेपस्य लोपः इति कारणात् रेपस्य लोपः भवति अवरीवर्. ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण अकारस्य दीर्घः भूत्वा अवरीवाः. एतदपि समानरूपमेव किल. अवरीवर् अवरीवर् अवरीवाः. धन्यवादः भगिनी. यङ् लुकि भवति दो दुर्व यङ् लकारे भवति अदो दुर् अति इदानीं तकार वा सकार हलाङ्गति इति सूत्रेण तस्य लोपः भवति. इदानीं रालोप इति सूत्रेण वकारस्य लोपः भवति. प्रथमं रालोपः हल्याभ्यो दीर्घस्य पृष्टं खलु प्रथमं रालोप आगच्छति. रालोप इति कारणे वकारस्य लोपः भवति. अदो दुर्भवति इदानीं हलाङ्गुविधिस्य कारणे तकार वा सकार तस्य लोपः भवति. इदानीं पुगन्त लघु उपपदस्य कारणे पूर्वमेव आयाति खलु तदनन्तरमेव राल्लोपः कार्यं करोति. राल्लोपस्य निमित्तं किं रेफात् परे रेपः कुत्र आयाति? पुगन्तलघुपदस्य कार्यं करोति चेदेव रेपः आयाति खलु. नो चेत् ओ रेपः अस्ति वा अत्र? अस्तु अस्तु अस्ति पूर्वमस्ति अस्ति अस्तु भगिनि वदतु. सो रालोप प्रथमं कार्यं करोति. वकारस्य लोपः भवति. अदो दुर्भवति. तकारस्य लोपः भवति हलाङ्गति इति सूत्रेण. तदनन्तरं पुगन्तलघुपदस्य कार्यं करोति. उकारस्य ओकार भवति. अदो दोर् भवति. खरवसानविसर्जने कारेण रेफस्य स्थाने विसर्गः आगच्छति. अदो दोः इति निष्पन्नं भवति. धन्यवादः भगिनि. अत्र मम संशयः पुगन्तलघुपदस्य च कदा कार्यं करोति इति पश्यामः चेत् राल्लोपः इति अनन्तस्य तस्य अनन्तरं कायाति पुगन्तलघुपदस्य चेति खलु. प्रथमं राल्लोपः पुगन्तलघुपदस्य तस्य पूर्वम् अस्ति भगिनी. प्रथमं हल्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् तदनन्तरं राल्लोपः तदनन्तरं पुगन्तलघुपदस्य न हल्याभ्यो दीर्घात् श्रुतिस्य प्रथमपादे अस्ति. प्रथमपादे अस्ति किन्तु सपादसप्ताध्यायी सूत्राणि सन्ति खलु एते सर्वे. आं परन्तु पुगन्तलघुपदस्य सूत्रं परसूत्रमिति कृत्वा बलवद् भवति खलु पुगन्तलघुपदस्य. सर्वदा वयम् अस्माभिः यदा कार्यं क्रियते तिङ्निमित्तिकं कार्यं तस्मिन् समये तु पुगन्तलघुपदस्य च इति सूत्रमेव प्रथमं कार्यं करोति खलु. तत्र तदेव प्रथमं मम प्रश्नः. हल्याभ्यो अपि च राल्लोपः द्वयोर्मध्ये प्रथमं हल्याभ्यो तस्य कार्यं भूत्वा तदनन्तरमेव राल्लोपः आगच्छति. किमर्थं तथा वदति भगिनि? तस्य हल्लाङ्गभ्यः पूर्वं हल्याभ्यः सिक्स् वन् प्रथमपादे अस्ति, परन्तु सपादसप्तर्यसूत्राणि खलु, तर्हि परसूत्रं बलवद् भवति. तर्हि तदर्थमेव अहं वदामि कुकुन्तलघुपदस्य चापि प्रथममेव कार्यं भवति खलु इति, अनन्तरं कार्यं कथं? सत्यं सत्यं, वयं सर्वत्र तदनन्तरं कृतवन्तः, परन्तु प्रथमं कुकुन्तलघु इति कृत्वा तदनन्तरं किन्तु प्रथमं तु पुगन्तलघुपदस्य इत्यस्य कार्यमेव नास्ति खलु. पुगन्त उपदाय रेफः अस्ति, रेफः अस्ति, तर्हि अधो दुर् इति अधो दुः इति रूपं भवति वा द्रष्टव्यं महोदयं प्रष्टव्यम् अस्ति. अतो महोदय उक्तवान् अधो धोः भगिनि, न पुगन्तलघुपदस्य प्रथमं भवति खलु इति कृत्वा प्रथमं न भवति रेफ उपादायमस्ति. किमर्थं प्रथमं न भवति? किमर्थं सुगन्तलघुपदस्य परसूत्रं तत्र कार्यं न भवति, तत्र कार्यं न भवति, तर्हि अनन्तरं किमर्थं कार्यं भवति इति मम प्रश्नः. तदान् अनन्तरं किं भवति? तर्हि पुनः तस्य प्रसक्तिः अस्ति इति कृत्वा आगच्छति. राल्लोपः प्रथमं, राल्लोपः प्रथमम्, अनन्तरं पुगन्तलघुपदस्य च तृतीयं हल्याभ्यस्य प्रथमः. भगिनी अत्र तु पुगन्तलघुपदस्य च प्रथमं कार्यं न करोति, किमर्थम् इत्युक्ते इक्वर्ण उपादायं नास्ति. सत्यं तद् नास्ति, तर्हि अहं चिन्तितवती तत्तु पुगन्तलघुपदस्य च कदापि न कार्यं करोति खलु इति चिन्तितवती, तथा नास्ति. अग्रिमसोपाने पुनः पुगन्तलघुपदस्य चेति कार्यम् आगत्य कार्यमस्ति इति कृत्वा द्वितीयसोपाने आयाति इति प्रथमसोपाने राल्लोपः, द्वितीयसोपाने पुगन्तलघुपदस्य च, तृतीयसोपाने हल्याङ्गभ्यदीघा तस्य सूत्रं पुगन्तलघुपदस्य अपेक्षा पूर्वम् अस्ति न? पूर्वम् अस्ति, किन्तु सपादसप्तादयसूत्राणि इति कृत्वा परसूत्रस्य बलवद् भवति इति कृत्वा पुगन्तलघुपदस्य. अपि च भगिनी राल्लोपः हल्याभ्यो दीर्घ इत्यनयोः मध्ये राल्लोपः अङ्गकार्यमस्ति, हल्याभ्यो वर्णकार्यमस्ति. हल्याभ्यदीर्घस्थितिस्य अपृक्तसंज्ञकप्रत्ययस्य एव लोपः भवति महोदय. किमपि यदि वयं रालो पुगन्तलघुपदस्य प्रथमं वदामः वा हल्लाङ्गभ्यदीर्घं, तस्य कोऽपि अनन्त भेदः न भवति, समान किन्तु रूपं समानं. सत्यं भगिनि, किन्तु अस्माभिः द्रष्टव्यम् अवगमनार्थमेव. हल्याभ्यो दीर्घासितस्य प्रथमं हल् इति अस्मिन् सूत्रे अङ्गस्य इति अनुवृत्तिः नास्ति, किन्तु प्रत्ययः इति अस्ति, स्तुतिसि अपृत्तप्रत्ययः इति, प्रत्ययस्य एव नाम अस्ति खलु, अपृत्तसंज्ञा भवति खलु. पुगन्तलघुपदस्य प्रथमम् अङ्गकार्यं भवति, तदनन्तरं तिङ् प्रत्यय योजयामः. अस्तु इति मम इति क्रमः भवति. अस्तु भगिनी, अत्र तु राल्लोपः क्षम्यतां भगिनि, अत्र राल्लोपः इति सूत्रे तत्र तु जलादिप्रत्ययः परे अस्ति चेत् एव भवति इति अस्ति इति कृत्वा तत्र हल्याभ्यो इति कुर्मः चेत् तत्र जलादिप्रत्ययः तदा नास्ति, पदान्ते कार्यं नास्ति. क्षम्यतां, लक्षणं तिष्ठति खलु, यद्यपि प्रत्ययस्य लोपः भवति तथापि लक्षणं तिष्ठति खलु. वार्तिकं किम् आसीत् प्रत्ययलोपे प्रत्ययलक्षणम् इति, तेन तु कार्यं भवति एव खलु. परन्तु यदि अङ्गकार्यम् अस्ति चेत् तर्हि तत्र प्रत्ययः अस्ति चेदेव कार्यं भवति किल? न, तथा नास्ति, तथा नास्ति. प्रत्ययस्य लक्षणम् अस्ति चेत् कार्यं भवति एव, अन्यत्र अस्माभिः दृष्टं खलु, यत्र लुग्भवति किन्तु प्रत्ययस्य लुग्भवति अहं वदामि. पूर्वमपि अस्माभिः लङ्लकारे दृष्टवन्तः लुग्भवति, तथापि गुणकार्यं तु भवति एव इति. परन्तु अत्र पदस्य लघुकारः नास्ति किल, पदान्ते इति नास्ति, तर्हि पदान्ते पदान्ते इति नास्ति कृत्वा पदान्ते न भवति, पदान्ते पदान्ते पूर्वमेव भवति. पूर्वं सङ्ख्या बलाबलचिन्तनेन पूर्वं भवति, किन्तु अनन्तरं न भवतु इति किमपि कार्यं नास्ति. अनन्तरमपि भवितुम् अर्हति, लक्षणमस्ति इति कृत्वा, यद्यपि उच्यते लक्षणम् अस्ति इति कृत्वा कार्याणि तु भवन्ति एव. अङ्गकार्याणि ये ये सन्ति तानि सर्वाणि भवन्ति. सूत्रसङ्ख्या दृष्ट्वा पदसंज्ञा पदसंज्ञा अस्ति, तथापि किमर्थमिति पदान्तकार्याणि सर्वे तु अष्टाध्याय्याः अन्ते एव आयाति खलु, अष्टमाध्याय्यामेव आयाति. किन्तु अङ्गकार्याणि तु प्रथमम् आयाति इति कृत्वा सपादसप्ताध्याय्यां भवति इति कृत्वा बलवद् भवति, तदेव पूर्वम् आदौ भवति, भूत्वा एव अनन्तरं पदान्तकार्याणि भवति. परन्तु तत्र तु अङ्गं नास्ति किल, यदि तप्रत्ययस्य लोपः भवति चेत् तर्हि तत्र अङ्गमेव नास्ति, तिष्ठति, तदपि तिष्ठति, पदमपि अस्ति अङ्गमपि लक्षणमस्ति खलु इति कृत्वा अङ्गसंज्ञा अपि भवति. अङ्गकार्यं भूत्वा एव अङ्गसंज्ञा अपगच्छति, तावत्पर्यन्तम् अङ्गसंज्ञा तिष्ठति इति मम अवगमनम्. किमर्थम् इत्युक्ते सर्वदा तदर्थमेव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य सूत्रस्य एव आवश्यकता खलु, नो चेत् किमर्थं प्रत्ययलोपे प्रत्ययलक्षणम् इति कियत्पर्यन्तमेव भवतु इति चिन्तयामः चेत् कियत्पर्यन्तम् अङ्गसंज्ञा तिष्ठति इति उक्तवती. यत्र यावत्पर्यन्तम् अङ्गकार्याणि सन्ति, सर्वाणि अङ्गकार्याणि समाप्य पदसंज्ञा प्राप्नोति. अत्र अन्ततो गत्वा अत्र क्रमः कः इति एकवारं पुनः. प्रथमं राल्लोपः, किमर्थम् इत्युक्ते पुगन्तलघुपदस्य च प्रथमं पुगन्तलघुपदस्य च इति पश्यति, किन्तु तत् कार्यं नास्ति. अनन्तरं राल्लोपः हल्याभ्योदीर्घसूतिस्य पृष्ठं हलति सूत्रद्वयस्य प्रसक्तिः अस्ति. राल्लोपः परसूत्रमस्ति इति कृत्वा सपादसप्ताजयी, द्वौपि सपादसप्ताजयी सूत्र, तर्हि राल् हल्याभ्योदीर्घ क्षम्यतां राल्लोपः परसूत्रम् इति कृत्वा तस्य कार्यं प्रथमं भवति. तर्हि तदनन्तरं पुनः प्रथमं भूत्वा अनन्तरं पुगन्तलघुपदस्य हल्म्याव्यो इति द्वयोः प्रसक्तिः भवति. अधुना पुगन्तलघुपदस्य च बलवद् भवति इति कृत्वा पुगन्तलघुपदस्य च इति कार्यं भवति द्वितीयसोपाने. तृतीयसोपाने हल्म्याव्यस्ति वस्तु इति मम चिन्तनम्. अस्तु, राल्लोपः पुगन्तलघुपदस्य, तदनन्तरं हल्म्याव्य. अत्र अष्टाध्यायी.com मध्ये अपि किञ्चित् पश्यति चेत् तत्र कानिचन उदाहरणानि दत्तानि, यत्र लोपस्य अनन्तरं अङ्गकार्याणि ये सन्ति ते विधीयन्ते इति. अन्याभ्यो वा तत्र वा न न न प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रं पश्यति, समयः भवति किन्तु अनन्तरं दृष्ट्वा गृहपाठ. अधुना कस्मिन् दुर्वीति अभवत् वा? आं दुर्वीति अभवत्, एकसमान अभवत्, इदानीं दुर्वीकृतवती. वरिवृष, हा वरिवृष इति अधुना पुष्पभगिन्याः क्रमः खलु. पुष्पभगिनी अस्तु अस्तु वरिवृष. अत्र लङि अवरिवृष तत्र पुगन्तलघुपदस्य कार्यं करोति, अवरिवर्ष आयाति स तत्र अवरिवर्ष योगः तकारः इति तकारः अवरिवश् योगः तकारः हल्याभ्यो प्रत्ययः इति महोदय सर्वदा वदति प्रत्ययः तप्रत्ययः हल्याभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः तत्पूर्वात् तत्परात् संयोगान्तस्य लोपः इत्यनेन अत्र शकारस्य लोपः संयोगान्तस्य लोपः इति एकं सूत्रं संयोगसूत्रं भिन्न अनन्तरं यथा पूर्वं दृष्टवन्तः भगिनि किञ्चित् समयपूर्वमेव अस्माभिः चर्चितं खलु संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः अस्ति किन्तु तद् प्रभाजे किं कार्यं करोति राक्षस्य इति कार्यं करोति खलु रेपः अस्ति इति शकारस्य लोपः न भवति तत् कार्यं अस्तु तत् मनसि शकारस्य स्थाने शकारः आदेशः न शकारः आदेशः वृष् वृष् न अत्र वृष् वृष् वृष् तत्तु भ्रष्टभ्रष्ट इत्यनेन शकारस्थाने मूर्धन्यशकारः आदेशः तथा जलाञ्जशन्ते इत्यनेन डकारः आयाति तत्तु अविवृड् आयाति न अवरिवर्ष् द्वे अपि अस्ति न वर्ष् इति अन्तिमरूपं नास्ति खलु जलाङ्गशोन्ति इत्यनेन वर्ड् इति भवति अनन्तरं भावसाने इत्यनेन वर्ष् इत्यनेन वट् अवर् वर्ड् अवीर् वर्ड् वर्ड् धन्यवादः अत्र मुर्वि मोमुर् मोमुर्व् इति अस्ति अमोमुर्व् योगः तत्र प्रथमं राल्लोपः इति अङ्गकार्यमस्ति इति कृत्वा तत्र रेपात् परस्य वकारस्य लोपः भवति अनन्तरं हल्याभ्यो दीर्घात् सुतिस्य पृक्तं न क्षम्यताम् अनन्तरं पुगन्तलघुपदस्य च इत्यनेन इदानीम् उपधायाम् इक् वर्णः अस्ति अमोमोर् योगः त हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन त इत्यस्य लोपः अमोमोर् पदमस्ति इदानीं करवसानयोर् विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः अमोमोः इति रूपम् धन्यवादः शुकवनं कृष् इति धातुः चरी कृष् इति यङ् लुगन्तधातुः अचकरी अचरी कृष् इति लङि योगः तत्र प्रथमं पुगन्तलघुपदस्य इति सूत्रस्य कार्यम् अचरि कर्ष् इति भवति तत्र अन्ते संयोगः अस्ति रेपः अस्ति अपि च शकारः संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु तत्प्रबाद्य राक्षस्य इति सूत्रं कार्यं कृत्वा शकारस्य लोपः न भवति अचरी कर्ष् इति एव तिष्ठति तदनन्तरं शकारः अस्ति इति कृत्वा अन्ते व्रश्च भ्रश्च इति सूत्रेण शकारादेशः भवति अचरी कर्ष् इति भवति तदनन्तरं जलां जशन्ते इत्यनेन अचकरी तत्पूर्वं हल्याभ्यो दीर्घस्य दिशप्रत्यं हल् इत्यनेन तकारस्य लोपः भवति प्रसंज्ञा अपि प्राप्नोति अचकरी कर्ष् इति स्थितौ जलाञ्जशन्ते इत्यनेन डकारादेशः भवति अचकरी कर्ड् इति एकं रूपं वावसाने इत्यनेन अचकरि कर्ट् इति द्वितीयं रूपं सिति पदे किमपि वैशिष्ट्यं नास्ति किल तावदेव दकारः अपि नास्ति सकारान्तदातु आम् अन्तिममस्ति कृष् इति चरी कृष् इति अत्र चरी कृष् योगः तकारः हल्न्या प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण उपधायां गुणः भूत्वा अचरी कष् योगः तकारः हल्न्याभ्यो दीर्घासतिस्य प्रत्तं हल् इति सूत्रेण तकारस्य लोपः भूत्वा अचरी कष् इति पदसंज्ञा प्राप्नोति. इदानीं राक्षस्य इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत्र तु षकारस्य लोपः न भवति मूर्धन्यषकारः अतः जलांजशोन्ते इति सूत्रेण अचरि कर्ड् वा अवसाने इति सूत्रेण अचरि कर्ट् अचरि कर्ड् अचरि कर्ट् धन्यवादः महोदय. कृष् इति धातुः द्वयोः अपि यङ् लुगन्त लङ् रूपं समानमेव. हा आं महोदय अचरितर्ड् अचरितर्ति अन्यति तथा वयं दृष्टमस्ति खलु वृत् इति वरिवृत् वरिवृद् इति तत्रापि अवरिवृद् वैवर्त् इति अवरिवाह इति अपि आसीत्. अस्तु तर्हि समापयामः वा. धन्यवादः भगिनी. धन्यवादः भगिनि. धन्यवादः भगिनि. अहं तु प्रापर् कम् ऐ काण्ट्